पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 157 महादेव उवाच दुग्धेश्वरसमीपे तु तीर्थं चादीवपावनं रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि यत्र कृत्वा तपःपूर्वं माधुर्वचनतो मुनिः उत्पादयामास कृत्यां वटवानलसंमितां पितुरानृणमन्विच्छन्दधीचस्य महात्मनः तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति सा भ्रमत्यास्तडे गुप्तं पिप्पलादं सुरेश्वरम् तत्र स्नात्वा दुभो देवि मुक्तिभागी भवेन्वरः आरोपणं पिप्पलानां कर्तव्यं विधिपूर्वकं कृते सति महादेवि मुच्यते कर्मबन्धनाद् पार्वती उवाच किमर्थं साधुकृत्या वै उत्पन्ना तां निबोधय तया वै कृत्यया पूर्वं किं कृतं वद मे प्रभो येन पुत्रेण सानीता पितुरानृण्यकारणात् महादेव उवाच दाधीचो ऋषिवर्योऽसौ ह्यागतस्तपकारणात् अत्र तेन महत्तप्तमृषिणा परमात्मना तत्र कोलासुरो नाम विघ्नार्थं वै समागतः तेन विघ्नं बहुतरं कृतं वै नात्र संशयः तद्दृष्टं तु सुपुत्रेण कहोडेन च धीमता कृत्या ह्युत्पादिता तत्र ह्यननार्थं सुरेश्वरी तया वै निहतो दैत्यः कोलो नाम महासुरः तस्मात् तीर्थं महज्जातं कलौ सुप्तं तु पार्वती इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे पिप्पलादतीर्थं नाम 75 अधिकशततमोऽध्यायः ओम्।